पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 36 सुनीधोवाच सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम् अनया विद्यया विप्रं मोह इष्यामि नान्यथा साहाय्यं देहि मे पुण्यं येन गच्छामि साम्प्रतम् एवमुक्ता तयारम्भा तामुवाच मनस्विनीं कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि दूतत्वं गच्छ मे भद्रे येदं प्रदि सुसाम्प्रतम् एवमुक्तं तया तां तु रम्भां प्रदि सुलोचनाम् एवमेव प्रतिज्ञातं रम्भया देवयोषिता करिष्ये तव साहाय्यमादेशो मम दीयतां सद्भावेन विशालाक्षी रूपयौवनशालिनी मायया दिव्यरूपा सा सम्बभूव वरानना रूपेणाप्रतिमालोके मोहयन्ती जगत्त्रयं मेरोश्चैव महापुण्ये शिखरे चारुकन्दरे नानाधातुसमाकीर्णे नानारत्नोपशोभिते देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते देववृन्दसमाकीर्णे गन्धर्वा सरसेविदे मनोहरे सुरम्ये च शीतच्छाया समाकुले चन्दनानामशोकानां तरूणां चारुहासिनी दोलायां सा समारूढा सर्वशृङ्गारशोभिता कौशेयेन सुनीलेन राजमाना वरानना बन्धूकपुष्पवर्णेन कञ्चुकेन द्विजोत्तम सर्वाङ्गसुन्दरी बाला वीणा तालकराविला गायमाना वरं गीतं सुस्वरं विश्वमोहनम् ताभिः परिवृदा बाला सखीभिः सुमनोहरा अङ्गस्तु कन्दरे पुण्ये एकान्ते ध्यानमास्थितः कामक्रोधविहीनस्तु ध्यायमानो जनार्दनं सश्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरं तालमानक्रियोपेदम् सर्वसत्त्वविकर्षणं ध्यानाच्चालतेजस्वी मायागीतेन मोहितः समुद्धायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः जगाम तत्र वेगेन माया चलितमानसः दोलासंस्थां विलोक्यैव वीणादण्डकराविलाम् हसमानां सुगायन्तीं पूर्णचन्द्रनिभाननां मोहितस्तेन गीतेन रूपेणापि महायशाः तस्या लावण्यभावेन मन्मथस्य शराहतः आकुलव्याकुलज्ञानऋषिपुत्रो द्विजोत्तमः प्रलपत्यधिमोहेन जृम्भते च पुनः पुनः स्वेदकं बोधसन्तापस्तस्या जायत तत्क्षणाद् मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः वेपमानस्ततस्त्वङ्गो दूयमानः समागतः अमालोक्यविशालाक्षीं मृत्युकन्यां यशस्विनीम् अधोवाच महात्मा ससुनीधां चारुहासिनीं का त्वं कस्य वरारोहे सखीभिः परिवारिता केन कार्येण सम्प्राप्ता केन त्वं प्रेषिता वनं तवाङ्गं सुन्दरं सर्वमत्र भादि महावने समाचक्ष्व ममाद्यैव प्रसाद सुमुखी भव मायामोहेन सम्मुग्धस्तस्य कर्म न विन्दति मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः एवंविधं महद्वाक्यं समाकर्ण्य महामदेः नोवाच किञ्चत् सा विप्रं समालोक्य सखीमुखम् रम्भां च प्रेरयामास सुनीता संज्ञया सखीं समुवाच ततो रम्भा सादरं तं द्विजं प्रति इयं कन्या महाभागा मृत्योश्चापि महात्मनः सुनीताख्या प्रसिद्धेयं सर्वलक्षणसम्पदा पदिमन्विच्छति बालाधर्मवन्तं तपोनिधिं शान्तं दान्तं महाप्राज्ञं वेदविद्याविशारदम् एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम् मया चाराधितो विष्णुः सर्वविश्वमयो हरिः तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः तन्निमित्तमसम्भद्रे सुदार्थं नित्यमेव च कस्यचित् पुण्यवीर्यस्य कन्यामेकां प्रचिन्तये सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम् इयं धर्मस्य वै कन्या धर्माचारा वरानना मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति यं यमिच्छेदि यं बाला तं ददामि न संशयः अदेयं देयमित्याह अस्या सङ्गमकारणाद् एकमेवं त्वया देयं श्रूयदां द्विजसत्तम रम्भोवाच विप्रेन्द्रत्वं शृणुष्वेह प्रतिज्ञां वच्मि साम्प्रतं एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा इत्यर्थे प्रत्ययं विप्रप्रत्यक्षं परिदर्शय स्वहस्तं देहि विप्रेन्द्र सत्यप्रत्ययकारकम् एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः सूद उवाच एवं सम्बधिकं कृत्वा सत्यप्रत्ययकारकं गान्धर्वेण विवाहेन सुनीधामुपयेमिवान् तस्मै दत्त्वा सुनीधां तां रम्भाकृष्टेन चेतसा सादां चामन्त्रयित्वा वै गदा गेहं स्वकं पुनः प्रहृष्टचेतसः सख्य स्वस्थानं परिजग्मिरे गदासुतासु सर्वासु सखीषु द्विजसत्तमः रेमे त्वङ्गस्थया सार्धं प्रियया भार्यया सह कस्यामुत्पाद्यतनयं सर्वलक्षणसंयुतं चकार नाम तस्यैव वेनाख्यं तनयस्य हि ववृधे स महातेजा सुनीता तनयस्तदा वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितं सर्वासामपि मेधावी विद्यानां पारमेयिवान् अङ्गस्य तनयो वेन शिष्टाचारेण वर्तते स वेनो ब्राह्मणश्रेष्ठः क्षत्राचारपरो भवत दिवि चेन्द्रो यथाभादि सर्वतेजस्समन्वितः भाग्येवं तु महाप्राज्ञस्वबलेन पराक्रमैः चाक्षुषस्यान्तरे प्राप्ते वैवस्वदसमागदे प्रजापालं विना लोके प्रजासीदन्ति सर्वदा ऋषयो धर्मतत्त्वज्ञा प्रजा हेदोस्तपोधनाः व्यचिन्तयन्महीपालं धर्मज्ञं सत्यपण्डितं तं वेनमेव ददृशुस्सम्पन्नं लक्षणायुर्युधं प्राजापत्ये पदे पुण्ये अभ्यषिञ्चन् द्विजोत्तमाः अभिषिक्ते महाभागे त्वङ्गपुत्रे तदा नृपे ते प्रजापतय सर्वे जग्मुश्चैव तपोवनम् गदेषु तेषु सर्वेषु वेनो राज्यमकारयद सुद उवाच सा सुनीता सुदं दृष्ट्वा सर्वराज्यप्रसाधकम् विषं गदे प्रभावेण शाप तस्य महात्मनः मम पुत्रो महाभागो धर्मत्रादा भविष्यति इत्येवं चिन्तयेन्नित्यं पूर्वपापाद्विशङ्किता धर्माङ्गानि सुपुण्यानि सुदाग्रे परिदर्शयेद् सत्यभावादिकान् पुण्यान् गुणान् सा वै प्रकाशयेद् इत्युवाच सुदं साहि अहं धर्मसुदासुत पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सदी मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत् एवं वेन प्रजापालसंजातः क्षितिमण्डले सुखेन जीवते लोकः प्रजाधर्मेण रञ्जिताः एवं राज्यप्रभावं तु वेनस्यापि महात्मनः धर्मभावा प्रवर्तन्ते तस्मिं चासदि पार्थिवे यदि श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने षट्त्रिंशोऽध्यायः ओम्।